पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 108 कुञ्जल उवाच ब्रह्मपुत्रो महातेजा वसिष्ठस्तपतां वरः नहुशं तं समाहूय इदं वचनमब्रवीद वनं गच्छस्व शीघ्रेण वन्यमानय पुष्कलम् समाकर्ण्य मुनेर्वाक्यं नहुशो वनमाययौ तत्र किञ्चित् सुवृत्तान्तं शुश्राव नहुशो बलः अयमेष स धर्मात्मा नहुशो नाम वीर्यवान् आयो पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः अस्यैवादि वियोगेन आयुभार्या प्ररोदिति अशोकसुन्दरी तेपे तपः परमदुष्करं कदा पश्यति सा देवी पुत्रमिन्दुमदीशुभा नाहुशं नाम धर्मज्ञं हृदं पूर्वं तु दानवैः तपस्तेपे निरालम्बा शिवस्य तनयावरा अशोकसुन्दरी बाला आयुपुत्रस्य कारणाद् अनेनापि कदा सा हि सङ्गदादु भविष्यति एवं सांस्कारिकं वाक्यं दिविचारणभाषितं शुश्राव स हि धर्मात्मा नहुशो विभ्रमान्विदः स गत्वा वन्यमादाय वसिष्ठस्याश्रमं प्रति वन्यं निवेद्य धर्मात्मा वसिष्ठाय महात्मने बद्धाञ्जलिपुडो भूत्वा भक्र्या नमितकन्धरः तमुवाच महाप्राज्ञं वसिष्ठं तपःसां वरम् भगवन् श्रूयदां वाक्यमपूर्वं चारणेरिदं येष वै नहुशो नाम्ना आयुपुत्रो वियोजितः मात्रा सह सुदुःखैस्तु इन्दुमत्या हि दानवैः शिवस्य तनया बाला तपस्तेपे सुदुश्चरं निमित्तमस्य धीरस्य नहुशस्ये दिवै गुरो एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतं कोऽसा वायुः स धर्मात्मा का सा त्विन्दुमदी शुभा अशोकसुन्दरी का सा नहुषेदि क उच्यते एतन्मे संशयं जातं तद्भवांश्चेत्तुमर्हति अन्य कोऽपि महाप्राज्ञ कुत्रासौ नहुषेदि च तत्सर्वं तादमे ब्रूहि कारणान्तरमेव हि वसिष्ठ उवाच आयुराजा स धर्मात्मा सप्तद्वीपाधिपो बली भार्या इन्दुमदी तस्य सत्यरूपा यशस्विनी तस्यामुत्पादितः पुत्रो भवान् वै गुणमन्दिरम् आयुना राजराजेन सोमवंशस्य भूषणम् हरस्य कन्या शुश्रोणी गुणरूपैरलङ्कृता अशोकसुन्दरी नाम्ना सुभागा चारुहासिनी तस्य हेदोस्तपस्तेपे निरालम्बा तपोवने तस्या भर्ता भवान् सृष्टो धात्रा योगेन निश्चितः गङ्गायास्तीरमाश्रित्य ध्यानयोगसमाश्रिता कुण्डश्च दानवेन्द्रो यो दृष्ट्वा चैकाकिनीं सतीं तपःसा प्रज्वलन्तीं च स सुभगां कमलेक्षणां रूपौदार्यगुणोपेदां कामपाणैः प्रपीडितः तां बभाषेन्दिकं गत्वा मम भार्या भवेति च एवं सा तद्वज श्रुत्वा तमुवाच तपस्विनी मा कुण्ड साहसं कार्षीर्मा जल्पस्व पुनः पुनः अप्राप्याहं त्वया वीर परभार्या विशेषतः दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः नहुषो नाम मेधावी भविष्यति न संशयः देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ततशापं प्रदास्यामि येन भस्मी भविष्यसि एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः व्याजेनापि हृदा तेन प्रणीता निजमन्दिरे ज्ञात्वा तया महाभागशब्दोऽसौ दानवाधमः नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति अजादे त्वयि संजादा वदसे त्वं यथैव तद स त्वमायुसुतो वीर हृदो हुण्डेन पापिना सुदेन रक्षितो दास्या प्रेषितो मम चाश्रमं भवन्तं वनमध्ये च दृष्ट्वा चारणकिन्नरैः यत्तु वैश्राविदं वत्स मया ते कथितं पुनः जहितं पापकर्तारं हुण्डाघ्यं दानवाधमं नेत्राभ्यां हि प्रमुं चन्दीमश्रूणि परिमार्जय इतो गत्वा प्रपश्य त्वं गङ्गातीरं महाबलं निपात्य दानवेन्द्रं तं कारागृहात् समानय अशोकसुन्दरीं याहि तस्या भर्ता भवस्व हि ये दत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् आभाष्य नहुषं विप्रो विरराम महामतिः आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिन्त्यमानः तस्यान्तमेकः परिकर्तुकाम आयोसुधकोपमधो चकार इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेष्ठोत्तरशततमोऽध्यायः ओम।